नमस्सर्वेभ्यः अस्माकं सन्धिवर्गे समासवर्गे सर्वेषां स्वागतम्. अस्माकं प्रवर्तमानः विषयः अस्ति समासः इति. तत्र एतावता वयं तत्पुरुषसमासस्य विषये पठितवन्तः. तत्र सामान्यतत्पुरुषसमासः, तदनन्तरं कर्मधारयसमासः, तयोः भेदाः अपि पठितवन्तः. तदनन्तरम् इदानीं नञ्तत्पुरुषसमासः इति विषयः अस्ति. नञ्तत्पुरुषसमासे पञ्चप्रभेदान् अपि पठितवन्तः. तत्र अद्य किञ्चित् अभ्यासं कुर्मः. गृहपाठरूपेण अभ्यासः दत्तः, तत्र इदानीम् अत्र पश्यामः. गृहपाठमस्ति वा सर्वेषां पुरतः? अस्तु, तर्हि अत्र बालसुब्रह्मण्यमहोदय आरम्भं करोति वा? अत्र अत्र किं कर्तव्यमिति चेत्, अत्र कीदृशसमासः, निग्रहवाक्यम्, अपि च नियमः, किमपि कोऽपि नियमः अस्ति चेत् तदपि वक्तव्यम्. अस्तु, न सत्यम् असत्यम् इति समस्तपद नञ्चत्पुरुष नञ्प्रभृतयः. अनन्तरं न धर्मः. हा, न एकक्षणम्, अत्र न सत्यम् इति किमर्थं मा एव योजितवान् अत्र? न सत्यं नञ्प्रभृतयः, नकारस्थाने अकारः, असत्यम्. समीचीनम्, असत्यम्. अत्र अकारः कदा योजयामः, अपि च अन् इति कदा योजयामः? सत्यम् इति स्वरवर्णः आदिमवर्णः अस्ति चेत् अन् इति प्रयुज्यम् अवश्यं. स्वरवर्णः नास्ति चेत्, हल्वर्णः अस्ति, आदिमवर्णः हल्वर्णः अस्ति चेत् अकारः उपयोजनं भवेत् असत्यम् इति. सत्यं, समीचीनं, सम्यक्. न धर्मः अधर्मः एवमेव. अनन्तरम् अग्रिममपि करोतु. न आचारः, अत्र अकारः स्वरवर्णः अस्ति इति कारणात् अन् इति योजनं भवेत्, अनाचारः इति समस्तपद. हा, सम्यक्, समीचीनमस्ति. अग्रे राजेन्द्रमहोदय करोति वा? आं भगिनि, न अपेक्षितम्. अत्रापि उत्तरपदम् अजादि अस्ति, तत् कारणात् तत् अन् आगच्छति. तत् पूर्वम् अनपेक्षितं पेक्षितं समासः तथैव न कार्यम्. अत्र तु हलादि अस्ति उत्तरपदं, तत् कारणात् तत् अप् अग्रे आगच्छति. ञन्तः नकारः, ञकारः इत्संज्ञा भूत्वा लोपः भूत्वा अकारे अवशिष्यते. अकार्यं ञन्समासः, न अर्थः अनर्थः. अत्रापि तथैव, तत्र अजादि अस्ति, अजादि अस्ति, तत् कारणात् तत्र अन् आदौ स्थापित्वा अनर्थः ञन्समासः. समीचीनं, सम्यक्. अञ्जलि भगिनी कर्तुम् इच्छति वा? आम्, दिस् इस् मै फस्ट् अटेम्प्ट्. न आदितः, अनादितः. सत्यम्, अग्रिमम्. न औषधम् अनौषधम्. न एकम् अनेकम्. सम्यक्. अत्र एकः प्रश्नः अस्ति, न एकं, न एकम् इत्यस्मिन् सर्वेषां कृते, न न केवलं भवत्याः कृते, अत्र प्रश्नः अस्ति. न एकम् इत्यस्मिन् अत्र न इति, नै इति नास्ति, अत्र न इति अव्ययम्, अव्ययम् अस्ति चेत् अत्र किं भवति? न जानामि. हा, कोऽपि वदतु. अव्ययम् अस्ति चेत् समासः न भवति. नैकम् एव, न योगः एकं, नैकं वृद्धिसन्धिः भवति तत्र. सत्यं, सत्यं, समीचीनं, सत्यं, समीचीनं, सम्यक्. अग्रे अत्र राजीभगिनी भवती एव करोतु. कुत्सितः अश्वः समासपदं कदश्वः. अत्र अश्वः इति पदस्य आदिमवर्णः अकारः अस्ति. ततः अत्र कत् इति आगच्छति. कत् योगः अश्वः कदश्वः इति समस्तपदं भवति. कीदृशसमासः? नञ् प्रभृतयः. नञ् प्रभृतयः तस्मिन् तस्य समासस्य नाम कुसमासः. कुसमासः कस्मिन् अर्थे अस्ति कुसमासः? कुसमासः नेगेटिव् विपरीत अर्थे भवति. हा, निन्दार्थे अस्ति. निन्दार्थे अस्ति. इदानीम् अत्र वाक्यस्तरे कुत्स्थितः अश्वः इति वक्तुं शक्यते वा? न, वाक्यस्तरे समासः नित्यम्, अतः कुत्स्थितः अश्वः इति समासपदे न वक्तुं शक्नुमः. कदश्वः इति वदनीयं. सत्यं, समीचीनम्. एकं न एकम् इति समस्तपदम् अनेकं वा नैकं वा? हा, अत्र अत्र न इति नै इति अस्ति चेत् न अनेकम् इति समीचीनम्. अनेकम् इति नै तत्पुरुषसमासः, भगिनी उक्तवती सम्यक्तया. तर्हि अहं मम प्रश्नः आसीत् इदानीं न इति नै इति अव्ययं नास्ति, परन्तु तत्र अन्यत् अव्ययम् अस्ति न इति. तदा भवति चेत् अत्र किं भवति इति चेत् अत्र केवलं योजनं नैकम्. असरलं सरलं कृत्वा सरलीकृत्य इति समस्तपदम् आगच्छति. तद् गतिसमासः. असरलं सरलं कृत्वा अत्रापि अत्रापि कीदृशसमासः नित्यः वा अनित्यः वा वाक्यस्तरे कथं भवति? वाक्यस्तरे नित्यमेव भवति. सरलीकृत्य इति वाक्यस्तरे भवति, तदपि नित्यसमासः. सत्यं सत्यम्. अग्रे अग्रे अस्पष्टं स्पष्टं कृत्वा विग्रहवाक्यम् अस्पष्टं स्पष्टं कृत्वा समस्तपदं स्पष्टीकृत्य तद् गतिसमासः. तत्रापि नित्यसमासः स्पष्टीकृत्य इति वदनीयं वाक्यस्तरे. अस्तु, सम्यक्, समीचीनं भगिनि. अग्रे मेहुल् महोदय. आं भगिनि, जलं ददाति, अत्र समस्तपदं भवति जलदः इति उपपदसमासः भवति. उपपदसमासे उपपदसमासः अपि नयप्रभृतयसमासस्य एकं भागः अस्ति, उपभागः. अत्र उत्तरपदे धातोः विकृतरूपं भवति, अतः जलद इति भवति. जलद जलदः इति एकं रूपम्. अन्यत् रूपं पुल्लिङ्गे जलदः? जल जलदि जलदा जलदं जलदा जलदं. सम्यक्, समीचीनम्. अत्र धातुः कः? धातुः दा धातुः. दा धातुः अकारान्तधातुः अस्ति चेत् ह्रस्वः भवति खलु? सत्यम्. अग्रे अग्रे अम्बुनी जायते इति अपि समस्तपदं भवति. अम्बुजः इति अपि उपपदसमासः भवति. जायते इति जन् इति धातुः अस्ति, तस्य विकृतरूपं जायते इति भवति समासः. अम्बुजः इति पुल्लिङ्गे, अम्बुजा अम्बुजम् इति नपुंसकम्. सत्यम्. अग्रे अग्रे भाष्यं करोति, भाष्यकृत् इति समस्तपदं भवति इति अपि उपपदसमासस्य उदाहरणमस्ति. करोति इति धातुः अस्ति, तस्य कृत् इति रूपं भवति भाष्यकृत् इति समस्तपदम्. भाष्यकृत्. अन्यत् रूपं किमपि अस्ति वा? भाष्यकृत् भाष्यकृता भाष्यकृतं न न भाष्यकृत् इति त्रिषु लिङ्गेषु अपि कृत् इति एव भवति, परन्तु अत्र अन्यत् रूपमस्ति. यथा अत्र कुम्भं करोति इति चेत् अत्र किं वदामः? कुम्भकारः इति भाष्यकारः इति अपि भाष्यकारः भाष्यकारः अपि भाष्यकारं भाष्यकारी ओ भाष्यकारी क्षम्यता भाष्यकारी भाष्यकारम् भगिनि तदपि उपत्समासः एव वदामः वा सत्यं सत्यं सत्यं यत्र यत्र यत्र धातोः विकृतरूपम् अस्ति उत्तरपदे यथा अत्र कृ धातुतः कारः इति आगतम् अपि च कृ धातुतः कृत् इति आगतम् अतः यत्र यत्र उत्तरपदे धातोः विकृतरूपम् अस्ति तत्र उपपदसमासः अस्ति इति ज्ञातुं शक्नुमः यतोहि इदानीम् अत्र उपपदसमासः अपि नित्यसमासः नित्यसमासः अस्ति अतः अत्र भाष्यकारः इति पदं स्वीकृत्य इदानीम् अत्र विग्रहवाक्यं वदामः चेत् तत्र भाष्यं कारः इति स्वीकृत्य वाक्यं न भवति परन्तु तत्र कृधातोः क्रियापदं स्वीकृत्य वाक्यं भवति तर्हि विग्रहवाक्यं पश्यामः चेत् इदानीं वयं चिन्तयामः अत्र एकं पदं पूर्वं पदं सुबन्तं पदम् अस्ति उत्तरं पदं क्रियापदम् अस्ति इति चिन्तयामः वस्तुतः क्रियापदं नास्ति समस्तपदे कृदन्तपदम् अस्ति परन्तु कारः इति पदस्य पृथक्तया न कोऽपि प्रयोगः केवलं समस्तपदे एव प्रयोगः अस्तु पृथक्तया अर्थम् अर्थं किमपि नास्ति वा कारः कारः इति पदे न किमपि नास्ति कारः इति पदं कुत्रापि न पश्यामः यत्र उपपदम् अस्ति तत्र एव तस्य अनन्तरं कारः इति अत्र कृदन्तं पदं भवति कृधातुतः अस्तु सरला भगिनी अपि अस्ति खलु आं भगिनि हा नमस्कारः भगिनी अग्रे करोतु वा करोति वा विगतः अर्थात् व्यर्थ इति प्रातिपदसमासः अस्ति वि उपयोग वि उपसर्ग योग अर्थ तत्र सन्धि भवति व्यर्थ इति भवति साधु साधु एतदपि नित्यसमासः अस्ति खलु नित्यसमासः अस्ति चतुराणां युगानां समाह भगिनी विगता इत्युक्ते किं किं वदामः इत्युक्ते किमस्ति विगता विगतः अर्थः विगता इति नास्ति क्षम्यताम् अत्र दोषः अस्ति प्रायः विगतः अर्थात् इति अस्ति चेत् व्यर्थः व्यर्थः वि उपसर्गपूर्वकः अर्थः तत्र यथा भगिनी उक्तवती यण् सन्धिं कृत्वा व्यर्थः कीदृशी समासः अस्ति प्रादिसमासः यतोहि अत्र प्र अत्र वि इति उपसर्गः अस्ति खलु अतः तत् अहं न ज्ञातवान् तथा न कृतवान् हा हा चिन्ता नास्ति अत्र प्रादिसमासेषु केचन विशिष्टाः अपि सन्ति अत्र विशिष्टनियमाः सन्ति वयं तत्सर्वं न पठितवन्तः कदाचित् सूत्रस्य अध्ययनसमये पठिष्यामः अग्रे भगिनि चतुर्णां युगानां समाहार चतुर्युगः समाहारद्विगः न पुनः वदतु समस्तपदं किम् अहं न जानामि चतुर्युग वा चातुर्युग इति भवति तद् कुर्मः वा न इति न न न अत्र चतुर्णां युगानां समाहारः इति अस्ति चेत् तत्र चतुर्युग लिङ्गं किं चतुर्युग चतुर्युगाः पुल्लिङ्गे उक्तवती वा अत्र अत्र समाहारद्विगुः समासे नियमः कः लिङ्गविषये नपुंसकलिङ्गे भवति सामान्यतया नपुंसकलिङ्गे भवति ओके समाहार अकार अस्ति तत्र स्त्रीलिङ्गे भवति यथा लोकी भवति तर्हि अत्र कीदृशप्रयोगः अस्ति चतुर्युगानाम् इति चतुर्युग तत्र चतुर्युगी भवति न अत्र अत्र अत्र वैशिष्ट्यमस्ति, अत्र ईकारः न भवति, यद्यपि युग इति अकारान्तप्रातिपदिकम् अस्ति तथापि चतुर्युगी इति न भवति, चतुर्युगम् युगम् अस्तु, चतुर्युगम् अत्र तद्धित न भवति, भवितुं शक्नोति चतुर्युगम् इति न तद्धित तद्धित नास्ति. अग्रे अग्रिमं करोतु. पञ्चानां पात्राणां समाहार पञ्चपात्र पञ्चपात्रम् इति भवति समाहार द्विगसमास तत्र नपुंसकलिङ्गमस्ति तथैव तिष्ठति पञ्चपात्रम् अत्र सत्यम्. अत्रापि पात्र इति अकारान्तः अस्ति, यद्यपि अकारान्तः अस्ति चेत् ईकारान्तः भवति, परन्तु अत्रापि अपवादः अस्ति. अत्र पात्रं भुवनं युगम् इत्यादिषु पदेषु अत्र नपुंसकलिङ्गे एव भवति, ईकारः न भवति. अस्तु अग्रे धन्यवादः भगिनि. अग्रे बालसुब्रह्मण्यं महोदय. भगिनि एकवारं कुत्र पुल्लिङ्ग भवति, कुत्र श्रीलिङ्ग भवति, कुत्र नपुंसकलिङ्ग भवति इति वदति वा? हा न, द्विगुसमासे नियमः कः इति चेत् वस्तुतः सूत्रे पश्यामः चेत् नपुंसकलिङ्गे एव भवति द्विगुसमासः, नपुंसकलिङ्गे भवति. अत्र सूत्रमस्ति स नपुंसकम् इति सूत्रेण नपुंसकलिङ्गे एव भवति. परन्तु अत्र किं वैशिष्ट्यं किम् इति चेत् यत्र पदस्य अत्र उत्तरपदस्य अन्ते अकारः अस्ति चेत् स्त्रीलिङ्गे भवति इति नियमः परन्तु तस्यापि अपवादः सन्ति. कथं ज्ञायते इति चेत् प्रयोगं दृष्ट्वा एव ज्ञातुं शक्नुमः, इत्युक्ते साहित्ये अथवा कुत्रचित् कीदृशप्रयोगः अस्ति तं प्रयोगं दृष्ट्वा वयम् अवगच्छामः अत्र कीदृशशब्दः भवति. अतः अत्र नियमः किमपि नियमः न कोऽपि नियमः अस्ति. अत्र सूत्रे तु नियमः स्वनपुंसकम् इति एव अस्ति. अकारान्तः अस्ति चेत् स्त्रीलिङ्गे भवति, यथा अत्र चतुर्णां लोकानां समाहारः चतुर्लोकी अथवा त्रिलोकी क्षम्यतां त्रयाणां लोकानां समाहारः त्रिलोकी इति इकारान्तं भवति. किमर्थं चेत् तादृशप्रयोगः अस्ति, परन्तु तस्य अपवादाः अपि सन्ति, यथा अत्र पात्रं भुवनं युगम् इत्यादिषु पदेषु तत्र नपुंसकलिङ्गे भवति. वयं कथं जानीमः? साहित्यस्य अध्ययनेन न जानीमः. साहित्यस्य अध्ययनं कुर्मः चेत् सम्यक्तया अवगन्तुं शक्नुमः. कुमारसम्भवम् अथवा रघुवंशम् इत्यादि काव्यं पठामः चेत् तत्र ज्ञातुं शक्नुमः, अथवा किरातार्जुनीयं शिशुपालवधं सर्वं पठामः चेत् सम्यक्तया अवगन्तुं शक्नुमः. अस्तु तर्हि अग्रे बालसुब्रह्मण्य महोदय. त्रयाणां भुवनानां समाहारः इति नपुंसकलिङ्गसमस्तपदं, त्रिभुवनम् इति समस्तपदं, समाहारः सत्यमत्रापि अपवादः अस्ति, यद्यपि भुवन इति प्रातिपदिकम् अकारान्तः अस्ति तथापि अत्र नपुंसकलिङ्गे. अग्रे अनन्तरं तिसृणां रात्रीणां समाहारः, रात्रिसप्तं त्रिरात्रम् इति समस्तपदम्. अत्रापि समाहारद्विगुः समाहारद्विगुः यद्यपि अत्र रात्रि इति शब्दः इकारान्तः अस्ति, सर्वदा रात्रम् इति भवति. हा रात्रम् इति भवति, ह्रस्वकारान्तः भवति नपुंसकलिङ्गे रात्रम्. धर्मं जानाति इति धर्मज्ञः इति उपपदसमासः सत्यं. धर्मज्ञः धातुः कः? धर्मः सत्यं, ज्ञादातुः. अत्र पूर्वं मेहुल् महोदय जन् इति उक्तवान्, अत्र जायते इति अस्ति इति कृत्वा जन् इति उक्तवान्, अत्र जानाति इति अस्ति ज्ञादातुः. अस्तु, धन्यवादः. अग्रे राजेन्द्रमहोदय. आम् आम् भगिनि. विश्मे तिष्ठति इति विश्मस्थः उपपदसमासः अस्ति. अत्र नैन् प्रभृत एकः प्रभेदः अस्ति. अत्र तिष्ठति यत्र मूलतः स्थः स्था धातुः अस्ति, तत्र विकृतरूपं स्थः भवति. सम्यक्. कः महोदय समस्तपदम्? विषकः विषमस्थः विषमस्थः. भगिनि विषस्थ वा विषमस्थ? अत्र वाक्यम् अत्र विषमे तिष्ठति खलु, विषमे तिष्ठति, अतः विषमस्थः. समासस्य नाम किम्? उपपद उपपदसमासः. तिष्ठति इति पदमस्ति खलु, विषमे तिष्ठति. तिष्ठति इति धातुः कः तत्र? अस्था धातुः. हा, तर्हि तत्र आकारान्तः अस्ति चेत् ह्रस्व आकारान्तः भवति खलु. आम् आम् आम् आम् भगिनि. करपत्रे करपत्रे अपि उदाहरणमासीत्. आम् महोदय दत्तवान्. अस्तु, आम् भगिनि. अत्र करपत्रे उदाहरणं करपत्रं पुरतः नास्ति. हा, गृहे तिष्ठति. गृहे तिष्ठति किं भवति? गृहतः. न न, गृहतः नास्ति. धातुः कः? धातुः गृहस्थः. हा, गृहे तिष्ठति गृहस्थः. हा, एवमेव अत्र विषमे तिष्ठति इति विषमस्थः. अस्तु, हा, सम्यक्. अग्रे महोदय. त्रिषु तिष्ठति इति त्रिसः त्रिस्थः अपि अत्र उपत्समासः तिष्ठति धातुः अस्ति, तत् कारणात् तस्य स्था धातुः अस्ति, तत् स्थः त्रिस्थः. तत्र पुनः वदतु समस्तपदं. त्रिस्थः त्रिस्थः तत्र वस्तुतः तत्र आगच्छति किल? त्रिषस्थः इति आगच्छति किल? त्रिषु तिष्ठति इति त्रिषस्थः आर् त्रिस्थः, शकारः मध्ये आगच्छति वा न वा? हा, तदेव मम प्रश्नः अस्ति. अत्र समस्तपदं किं वस्तुतः समस्तपदम् अस्ति? त्रिष्टः, मूर्धन्यषकारः, मूर्धन्यटकारः, महाप्राणटकारः. यतोहि तत्र इकारस्य प्रभावेन सकारस्य स्थाने षकारः भवति. तत्र सन्धि भवति वा त्रिष्टः इति? हा, सन्धि भवति तत्र. षत्वं भवति प्रथमतया, आदेशप्रत्ययेन षत्वम्, अनन्तरं ष्टुत्वं. त्रिष्टः इति. अस्तु, अग्रिमं करोतु महोदय. विग्रहं वाक् विलिख्य समासानां निर्दिष्ट निर्दिशत अभेदः न भेद न भेदः नेन समासः अस्ति. अत्र अभेदः अकारः अस्ति अग्रे, तत् उत्तरपदं हलादि अस्ति, तत् कारणात् तत् नकारः अग्रे आगच्छति. न भेदः विग्रहवाक्यं. हा, सम्यक्, समीचीनम्. अग्रे अञ्जलि भगिनि. अविद्या विग्रह न विद्या. अनिच्छा विग्रह न इच्छा. अनिप्सितं विग्रह न इप्सितं. सम्यक्. तर्हि अत्र भेदः कः इति चेत्, यद्यपि अत्र समस्तपदे अनीप्सितम् इति अस्ति, परन्तु विग्रहवाक्ये न इति एव भवति. केवलं समस्तपदे अन् योजयामः यत्र उत्तरपदम् अजादि अस्ति चेत्. आम् आम्, हा, सत्यं, समीचीनं भगिनि, सम्यक् अस्ति. अग्रे राजी भगिनि. कुकार्यं विग्रहवाक्यं कुत्सितं कार्यं. कुराष्ट्रं विग्रहवाक्यं कुत्सितं राष्ट्रं. कुभोजनं तत्र कुत्सितं भोजनम् इति आगच्छति इति अहं चिन्तयामि. सत्यं भोजनं नपुंसकलिङ्गे अस्ति. सत्यं कुत्सितं भोजनं. सम्यक् भगिनि, धन्यवादः. अग्रे मेहुल् महोदय. भगिनि, कुत्सितः राष्ट्रः इति अकारान्त पुल्लिङ्गशब्दः अस्ति न? राष्ट्रम् इति नपुंसकलिङ्गे अस्ति भगिनि. अग्रे अग्रे कुवृक्षं विग्रहवाक्यं भवति कुत्सितं वृक्षं. एकक्षणम् एकक्षणम् एकक्षणम्. अत्र कुवृक्षम् अत्र वृक्ष इति शब्दस्य प्रातिपदिकं लिङ्गं किं? वृक्षः. तर्हि कुत्सितः वृक्षः. हा, कुत्सितः. सम्पूर्णविग्रहवाक्यं किं भवति? सम्पूर्णविग्रहवाक्यं कुत्सितः वृक्षः. परन्तु किमर्थं समस्तपदं कुवृक्षम् इति अस्ति? कुवृक्षम् इति कुत्सितः कुसमासस्य विग्रहवाक्ये कुत्सितः इति अस्ति. अत्र अतः कुवृक्षः कुवृक्षम् इति भवति. प्रश्नः कः भगिनि? न न, सम्यक्तया उक्तवान् भवान्, सम्यक्तया उक्तवान्. विग्रहवाक्यमस्ति कुत्सितः वृक्षः इति सम्यक्तया उक्तवान्. परन्तु समस्तपदं तु कुवृक्षम् इति अस्ति खलु? तर्हि अत्र वाक्यस्तरे सामान्यतया वयं किं कुर्मः इति चेत् पुल्लिङ्गे प्रथमाविभक्तौ एव वयं समस्तपदं कुर्मः आदौ. तदनन्तरं वाक्यस्तरे विवक्षानुगुणं तत्र विभक्तिपरिवर्तनं भवति खलु? तर्हि तर्हि द्वितीयविभक्ति कुवृक्षमिति अस्ति. सत्यम्. अतः तत्र नपुंसकलिङ्गम् आगच्छति. हा, तर्हि अत्र वाक्यं किं भवति? नपुंसकलिङ्गं न आगच्छति, पुल्लिङ्गे एव द्वितीयविभक्तौ. परन्तु द्वितीयविभक्ति आम्. हा, इदानीं विग्रहवाक्यं किं? कुत्सितः वृक्षः इति विग्रहवाक्यं. भगिनी वदतु. कुत्सितः वृक्षः भगिनि, कुत्सितः वृक्षः, परन्तु अत्र कुवृक्षम् इति अस्ति खलु? कुत्सितं वृक्षम् पुल्लिङ्गे अस्ति, वृक्षः पुल्लिङ्गे अस्ति. कुत्सितः वृक्षः तं पश्यतु इति. सत्यं सत्यं, कुत्सितः वृक्षः तं तम् इति योजयामः, तदनन्तरं योजयामः. अत्र प्रथमाविभक्तौ एव स्थापयामः कुत्सितः वृक्षः तम् इति योजयामः. किन्तु कुसुमास नित्यमस्ति रैट्? नित्यमस्ति विग्रहवाक्ये. विग्रहवाक्ये कथं वक्तव्यम् इति प्रश्नः. अवगतं वा महोदय? अस्तु अग्रे. अग्रे कदन्नम्? अत्र विग्रहवाक्यं भवति कुत्सितम् अन्नम्. अन्नम् इति पदम् अजादिः अस्ति, अतः कत् इति आगच्छति. अतः कदन्नम् इत्यस्य विग्रहवाक्यं कुत्सितम् अन्नम् इति भवति. अग्रे अग्रे उष्णीकृत्य इति गतिसमासस्य उदाहरणमस्ति. अनुष्णीम् उष्णीं कृत्वा इति विग्रहवाक्यं भवति. पुनः वदतु. उष्णीकृत्य इत्यस्य विग्रहवाक्यम् अनुष्णीम् उष्णीं कृत्वा इति भवति. अत्र अत्र उष्णी इति मूलशब्दः अत्र कः किमस्ति? उष्णी इति अत्र च्वी प्रत्ययान्तशब्दः अस्ति. उष्णी अत्र पूर्वं वयं दृष्टवन्तः खलु, किं दृष्टवन्तः? असरलं सरलं कृत्वा इत्यस्य समस्तपदं सरलीकृत्य समस्तपदे च्वी प्रत्ययं योजयामः. तत्र विग्रहवाक्ये किम् अस्ति? सरलीकृत्य इत्यस्मिन् सरलम् असरलं सरलं कृत्वा. सरलम् इति पदमस्ति, तत्र सरली इति नास्ति खलु? अस्तु अस्तु आम् अनुष्णम् उष्णं कृत्वा इति अत्र भवति. सम्यक्, अनुष्णम् उष्णं कृत्वा उष्णीकृत्य, वस्तुतः अत्र उष्ण इति प्रातिपदिकम् अस्ति, उष्ण इत्यस्मात् च्वी प्रत्ययं योजयित्वा उष्णीकृत्य. अत्र यत्र च्वी प्रत्ययं योजयामः, च्वी इति तत्र ह्रस्व इकारः एव भवति, परन्तु तत्र विशिष्टसूत्रेण दीर्घत्वं भवति, अतः उष्णीकृत्य. अग्रे अग्रे मृदु कृत्य, एतत्तु अपि गतिसमासस्य उदाहरणम्, अमृदुं मृदुं कृत्वा. सम्यक्, समीचीनम्. अग्रे सरला भगिनी. क्षम्यता महोदय, अमृदुम् अमृदम्? अमृदुम् अमृदुं मृदुं मृदुं कृत्वा. धन्यवादः. सूत्रधार, सूत्राणि धारयते उपपदनै प्रबुद्धसमासः. सूत्र वस्तुतः अत्र सूत्रं धरति, सूत्रं धरति सूत्रधारः. धातु धा भवति वा धृ भवति? धृ इति धातु, धृ धातुतः अत्र कृत् प्रत्ययं योजयित्वा धारः. भगिनी, अत्र यदि सूत्राधारः इति भवति चेत् सूत्रस्य आधारः इति भवति वा? न, सूत्र इति अकारान्तपदमस्ति खलु. अस्तु अस्तु, परन्तु सूत्राधारः न भवति वा? न न, सूत्र सूत्रयोगः दृ इति धातुतः कृत् प्रत्ययं योजयित्वा सूत्रधारः, आधारः इति नास्ति. सूत्र इति प्रातिपदिकम् अस्ति, दृ इति धातुः अस्ति, अतः सूत्रधारः. अस्तु, अग्रे अस्ति धनदः. धनं ददाति दा धातु अस्ति, तस्य विकृतरूप आगच्छति, द धनद इति भवति उपपदसमासः. अग्रे अग्रे अस्ति भयङ्करः. भयं करोति इति भवति उपपदसमासः. भयं कृ धातु अस्ति, तस्य कृत् वा कार, किन्तु अत्र कर आगच्छति, भयङ्करः. भयङ्करी इति भवति स्त्रीलिङ्गे. अस्तु, सत्यं, समीचीनं भगिनि. अग्रे अत्र बालसुब्रह्मण्य महोदय. सर्वजित्, सर्वं जयति इति उपपदसमासः. सर्वं जयति इति उपपदसमासः, सत्यम्. अनन्तरं शास्त्रज्ञः. अत्र नियमः कः, इकारान्त अत्र कीदृश धातुः कः? धातुः इति जय, जयति, जयति इति इति रूपम्. अत्र धातुः, धातुः जय, धातुः जी, जी इति धातुः खलु, यत्र इकारान्तदातुः अस्ति चेत्, इकारान्तदातुः अस्ति चेत् वयं तकारं योजयामः. जित्, हा सत्यम्. अग्रे अग्रे शास्त्रज्ञः, शास्त्राणि जानाति. जन् धातु उपपदसमासः. ज्ञा धातुः खलु, ज्ञादातुः अकारान्तः, ह्रस्व अकारान्तः भवति. अग्रे अग्रे प्राचार्यः, प्रगतः आचार्यः. कीदृशसमासः? प्रादिसमासः. हा, प्रादिसमासः, सत्यं, समीचीनम्. पुष्पभगिनी अपि अस्ति वा? अस्तु भगिनि, वक्तुम् इच्छति वा? वक्तुमिच्छति वा? अस्तु भगिनि, प्राचार्यः. हा, तदभवत्. अग्रे सुभाषितं, सुभाषितं तत्तु भाषिता, एतत् अस्ति तु वदामि सु इति किम् अस्ति अत्र सु तु सम्यक् न सम्यक् न स्वीट् स्वीट् इति वदति न कीदृशसमासः अस्ति न जानामि भगिनि अस्तु अस्तु अत्र राजेन्द्रमहोदय वदतु सुभाषितं शोभनं भाषितं कथं ज्ञातवान् प्रादिसमासः इति अत्र पूर्वं प्र तत् उपपद उपसर्गः आगच्छति तत् अत्र शोभनं तस्य तत् स्थाने सु पदम् आगच्छति सत्यं सु इति उपसर्गः अस्ति खलु अत्र भाषितं भाषितं तु भाषणं न तत् तत्तु तिङ्गन्तपदं नास्ति भाषितं न अत्र तु तिङ्गन्तपदं नास्ति अत्र प्रादिसमासे तत्र विग्रहवाक्ये तिङ्गन्तपदं किमपि नास्ति अत्र तु द्वयमपि सुबन्तमेव तु अपि सुबन्तं भाषितमपि सुबन्तम् अग्रिमं करोतु पञ्चाङ्गं पञ्चानाम् अङ्गं न अत्र कीदृशसमासः अस्ति तत्तु अङ्कितसमासः कीदृशसमासः अङ्के अस्ति न तत्तु सङ्ख्या अस्ति सङ्ख्या अस्ति सङ्ख्या अस्ति स्वीकरामि मया अस्तु अस्तु चिन्ता नास्ति अत्र मनसि नास्ति अस्तु अस्तु चिन्ता नास्ति शृणोतु भगिनि अत्र राजेन्द्रमहोदय वदतु पञ्चाङ्गं पञ्चानां गमनं समाहारः द्विगुसमासः अस्ति किं पुनः विग्रहवाक्यं वदतु पञ्चानां गमनं समाहारः लिखितं न न अत्र समस्तपदं किं पञ्चाङ्गनं पञ्चाङ्गं पञ्चाङ्गं पञ्चाङ्गम् अङ्गम् अङ्गानाम् अङ्गानां क्षम्यताम् अङ्गानां समाहारः पञ्चानाम् अङ्गानां समाहारः पञ्चाङ्गं पञ्चाङ्गं कीदृशसमासः समाहारः द्विगुसमासः हा सत्यम् अग्रिमं करोतु महोदय पञ्चवटी पञ्चानां वटानां समाहारः अत्रापि द्विगुसमासः अत्र अत्र पश्यति चेत् अत्र वटी इति अस्ति अत्र वट इति पदं यद्यपि अत्र अकारान्तः अस्ति तस्य स्त्रीलिङ्गत्वे वटी पञ्चवटी इति रूपम् अग्रे महोदय अष्टाध्यायी अष्टाध्यायाः समाहारः अष्ट अध्यायाः न अत्र षष्ट्यन्तं पदं योजयामः खलु अष्टानाम् अष्टानाम् अध्यायानां समाहारः अध्यायाः समाहारः उभयत्र हा उभयत्र षष्ट्यन्तं पदम् अष्टानाम् अध्यायाः समाहारः अध्यायाः नास्ति अत्र उभयत्र षष्ट्यन्तं पदम् अध्यानाम् अध्यायानाम् अध्यायानाम् अष्टानाम् अध्यायानां समाहारः अष्टाध्यायी अष्टाध्यायी तु अस्माकं प्रसिद्धशब्दः अस्ति. अस्तु, सम्यक् महोदय. अग्रे अञ्जलि भगिनी करोति वा? अहं न जानामि. हा, अत्र राजी भगिनी वदति वा? आं भगिनि, पञ्चगवं पञ्चानां गवानां समाहारः पञ्चगवं द्विगुसमासः उत्तरपदविषये. अत्र गोशब्दस्य गोशब्दस्य षष्ट्यन्तं रूपं किं? गाः नो अति गव षष्ट्यन्तरूपम् अहं विस्मृतवती. गानाम् अह गवाम् आम् गवाम् पञ्चानां गवां समाहारः पञ्चगवं द्विगुसमासः. वस्तुतः अत्र पञ्च इति प्रातिपदिकं पञ्चन् इति प्रातिपदिकमस्ति. पञ्च तत्र नकारस्य लोपः भवति. पञ्चयोगः गो इति शब्दः, तत्र नित्यम् एकः प्रत्ययः तद्धितप्रत्ययः योजयामः तत्र. अतः गव इति रूपं भवति. इदानीं नपुंसकलिङ्गे पञ्चगवम्. अस्तु, सम्यक्. भवती उक्तवती उत्तरपदद्विगुसमासस्य पञ्चगवं पञ्च गवां धनं यस्य पञ्चगावः धनं यस्य सः इति उत्तरपदद्विगुः. तत्र समस्तपदं भवति पञ्चगवधनः इति समस्तपदम्. अत्र तु अस्तु, धन नास्ति अत्र. हा, धन नास्ति तत्र, त्रिपदम् अस्ति. त्रिपद बहुव्रीहि भवति. अत्र तु पदद्वयमेव खलु. अस्तु अस्तु, अञ्जलि भगिनी अग्रे करोति वा? पञ्चानां दानं नास्ति भगिनि अत्र. नास्ति अत्र, नास्ति. तदस्ति चेत् पञ्चगोदानं धनं पञ्चगावः धनं यस्य सः पञ्चगवधनः. भगिनि न, अहं न जानामि त्रयं शब्दान्. अस्तु, अग्रिम अग्रिमं जानाति वा? प्रियं वदः. न अस्तु अस्तु अस्तु, चिन्ता नास्ति. अस्तु, राजी भगिनी वदतु. भगिनि, उरगः उरग इत्युक्ते उरसि कृत्वा गच्छति इति वा? समीपमस्ति भवती, समीपम् आगतवती. उरसि गत उरसि गत गतसमाहारः उरसि समाहारः नास्ति अत्र. उरगः इत्यस्य उरसि गत गतः अहं चिन्तयामि प्रातिसमासः. उर इति उपसर्गः अस्ति वा? उपपदसमासः अस्ति इति. उरसि उपपदसमासः अस्ति. न, प्रथमतया अत्र उरगः इत्युक्ते किम् इति वदतु. उरगः इत्युक्ते उरसि यः जानाति सर्पः इति. सर्पः इति अर्थः. उरसि जानाति करः उरसि उरसि गतः. न, एकक्षणं भगिनि, एकक्षणम्. उरगः गः ग इति तत्र गम् धातुतः आगतः गम्. आम्, अतः गच्छति इत्यस्मिन् अर्थे अस्ति. गतः गच्छति उरसि गच्छति न विग्रहवाक्यम् उरसि गच्छति इति न न उरसि गच्छति इति नास्ति. समीपमेव अस्ति. उरसा गच्छति. ओ, उरसा गच्छति इति उरगः. उरसा गच्छति इति उरगः प्रातिसमासः किल? न प्रातिसमासः नास्ति. समासस्य नाम किम्? उपपदसमासः. प्रादि इत्युक्ते प्रादि इत्युक्ते उपसर्गः इति अर्थः अस्ति. प्रादि प्रादि ओके उपसर्गम् इति न दोषः क्षम्यताम् प्रातिपदिकमस्ति भगिनि उरगः अस्तु भगिनि श्रूयते वा आम् हा हा अत्र उरस् इति प्रातिपदिकम् अस्ति उरस् अस्तु उरसा तृतीया वा उरसा तृतीया तृतीया उरसा गच्छति इति उरसः उपपदसमासः उरगः उरगः उरगः उपपदसमासः इत्युक्ते उरसा इत्युक्ते वक्षस्थले गच्छति इति वक्षस्थलं स्वीकृत्य गच्छति इति सप्तः उरसा गच्छति क्षम्यता महोदय विग्रहवाक्यम् उरसा गच्छति यः इति न उरसा गच्छति इति प्रियं वदः प्रियं वदति इति प्रियं वदः तदपि उपपदसमासः हा अत्र प्रियं वदः इत्यस्मिन् प्रातिपदिकम् अत्र प्रियम् इत्यस्य प्रातिपदिकं किम् प्रिय प्रातिपदिकं प्रिय इति प्रातिपदिकं परन्तु तत्र समस्तपदे प्रियम् इति उक्तवती खलु आं प्रियं वदति समस्तपदे प्रियं वदति इति एव आगच्छति सत्यं सत्यं सत्यं सत्यं प्रियं वदति इति विग्रहवाक्यं समीचीनमस्ति प्रियं वदः इति समस्तपदे तत्र प्रिय समस्तपदे वयं नियमः कः वयं प्रातिपदिकमेव स्वीकुर्मः खलु पदद्वयस्य प्रातिपदिकं स्वीकुर्मः तर्हि प्रियवदः इति भवेत् समस्तपदम् परन्तु अत्र विशिष्ट किमपि कार्यमस्ति मुमागमः इति एकं कार्यमस्ति कृत्वा प्रियं वदः इति एव पदं भवति अस्तु नो चेत् सामान्यतया तत्र प्रियवदः इति एव आगच्छति समस्तपदे हा परन्तु अत्र विशिष्टकार्येण प्रियं वदः ओके हा आत्मवित् किं समासः कः प्रियं वदति इति विग्रहवाक्यम् उपपदसमासः भगिनि हा उपपदसमासः धातुः धातुः वद् धातुः वद् धातुः सत्यं वद् धातुः अग्रे आत्मवित् आत्मवित् अपि वद् धातुः खलु विद् धातुः विद् धातुः हा विद् धातुः विद् धातुः आत्मा आत्मा जानाति इति आत्मवित् आत्मना न एकक्षणम् अत्र धातुः विद् इति उक्तवती खलु जानाति इति कथं जानाति इति न आगच्छति आत्मवित् अहं चिन्तयामि आत्मवित् इत्युक्ते आत्मवेत्ति इति आत्मवित् वेदवित् इति अत्र करपत्रे वयं दृष्टवन्तः खलु मेहुल् महोदय वदतु वेदवित् इत्यस्य विग्रहवाक्यं वेदवित् इत्यस्य विग्रहवाक्यं वेदान् वेत्ति वेदान् इति तत्र आगच्छति यद्वितीय वेदान् इति बहुवचनानि अतः वेदान् वेत्ति वेदान् वेत्ति सत्यम् अत्र आत्मा आत्मवेत्ति आत्मनां वेत्ति अत्र द्वितीयविभक्तौ भवति ओ आत्मानं वेत्ति अस्तु आत्मानं वेत्ति आत्मनं वा आत्मानं वा आत्मानं किल आत्मानं भवती वदतु अत्र प्रथमाविभक्तौ रूपाणि वदतु प्रथमाविभक्ति द्वितीयविभक्ति आत्मन् आत्मनौ आत्मानः आत्मा आत्मा आत्मानम् आत्मानः एकक्षणं मन्दं मन्दं वदतु पुनः वदतु आत्मन् आत्मन् प्रातिपदिकम् आत्मा आत्मानौ आत्मानः न भगिनि सत्यं सत्यं समीचीनम् आत्मानः आत्मनम् आत्मानो आत्मानः इति. अत्र सरला भगिनी वदतु. आत्मानं भगिनि राजन् शब्द एव भवति साधु. राजन् हा राजन् शब्दः एव. आत्मानौ आत्मानः द्वितीया आत्मानम् आत्मानौ आत्मनः. सम्यक् सम्यक् समीचीनं. तृतीया तृतीया आत्मना आत्मभ्याम् आत्मभिः आत्मने आत्मभ्याम् आत्मभ्यः आत्मनः आत्मभ्याम् आत्मभ्यः आत्मनः आत्मनोः आत्मना आत्मनि आत्मनोः आत्मसु हे आत्मन् हे आत्मानौ हे आत्मानः. सम्यक् समीचीनम् अस्तु. अत्र तावदेव खलु. अस्तु अभ्यासः समाप्तः. अस्तु सम्यक् इदानीम् अत्र अस्माकं पुस्तके गीताप्रवेशपुस्तके एकां कथाम् अत्र तत्पुरुषसमासस्य विषये एका कथा अस्ति आदिमहर्षिः इति. पृष्ठसङ्ख्या अस्ति 24+100 पृष्ठे 124. आदिमकविः अस्तु. आदिमहर्षिः आं भगिनि. अस्तु इदानीम् अत्र मेहुल् महोदय आरम्भं करोति वा. आं भगिनि. आदिमः ऋषिः एतां कथां सावधानं पठत. एवं हि श्रूयते पुरा किल नदीतीरेषु निबीडानि अरण्यानि आसन्. तेषु हिंस्राः पशवः सञ्चरति स्म. तस्मात् नदीतीरनिवासः असुरक्षितः आसीत्. मानवः तदा गुहायां निवासं करोति स्म. कन्दमूलफलानि भक्षयन् उदरपूरणं करोति स्म. वल्कलानि च धरन् शरीररक्षणं करोति स्म. अग्नेः आविष्कारः तदा एव जातः आसीत्. तावत् अत्र अत्र समस्तपदानि कानि इति वदतु एकवारं. समस्तपदानि नदीतीरेषु इति प्रथममस्ति. अहं चिन्तयामि नद्याः तीरम् अतः षष्ठी तत्पुरुषसमासः अस्ति. अत्र सप्तमीभक्त्यां समस्त पदमस्ति नदीतीरेषु. तर्हि कथं वक्तव्यं तीरः तीर इति शब्दः अत्र लिङ्गं किं तीर इति शब्दस्य. तीरः इति पुल्लिङ्गशब्दः. तीरः तर्हि समस्तपदं किं. नद्याः तीरः. नद्याः तीरः तर्हि नदीतीरः. नदीतीरः. इदानीम् अत्र वाक्ये अत्र रूपं किमस्ति. सप्तमीभक्ति नदीतीरेषु. तर्हि इदानीं कथं वक्तव्यं विग्रहवाक्यं. नद्यां नदीषु तीरेषु. अत्र अत्र सामान्यतया नियमः कः इति चेत् यत्र कुत्रापि समस्तपदस्य विग्रहवाक्यं वयं वक्तुम् इच्छामः तर्हि सर्वदा प्रथमविभक्तौ एव वदामः. तदनन्तरं तत्र सर्वनामशब्दं योजयामः. यथा अत्र पूर्वं वयं दृष्टवन्तः कुत्स्थितः वृक्षः तम् इति उक्तवन्तः खलु. एवमेव अत्रापि नदी तीरः एतेषु इति विग्रहः किं नदी इति नास्ति खलु षष्टीतत्पुरुषसमासः नद्यां तीरः एतेषु न न अत्र क्रमेण गच्छामः प्रथमतया अत्र प्रथमतया समासः कः इति अवगन्तव्यः समासः कः अत्र षष्टीतत्पुरुषसमासः षष्टीतत्पुरुषसमासः अस्ति चेत् सामान्यतया वाक्यं किं भवति विग्रहवाक्यं नद्याम् इति सप्तम्यन्तमस्ति खलु नद्याः तीरः एतेषु नद्याः तीरः तेषु सत्यं तेषु एतेषु सत्यं समीचीनं सर्वत्र एतद् स्मरणीयं विग्रहवाक्ये प्रथमविभक्तौ वक्तव्यं तदनन्तरं तत्र सर्वनामशब्दं योजयामः अन्यत् अस्ति यत् अत्र उदरपूरणम् एतत्तु अपि षष्टीतत्पुरुषसमासः भवति विग्रहवाक्यम् उदरस्य पूरणम् उदरस्य पूरणं सम्यक् षष्टीतत्पुरुषसमासः एव अत्रापि अत्र अन्यत् किमपि अस्ति वा निबिडानि नास्ति अरण्यानि नास्ति सञ्चरति इति तत्र उपसर्गः अस्ति संयोगः चरति बहु सम्यक् सम्यक् प्रश्नः अस्ति अत्र अत्र बहु किमपि वयं ज्ञातुं शक्नुमः सञ्चरति इति कीदृशसमासः सम्यक् चरन्ति अन्य कोऽपि भगिनि सम् अत्र क्रियापदस्य विशेषणम् अस्ति अत्र बहु सम्यक् सम्यक् अत्र समस्तपदं नास्ति पश्यति चेत् अत्र यत्र क्रियापदम् अस्ति क्रियापदं समस्तपदे न भवति अस्माकं प्रथमनियमः कः केवलं सुबन्तानामेव समासः भवति तिङ्गन्तानां समासः न भवति अतः संचरति इति समस्तपदं नास्ति अस्तु अग्रे नदीतीरनिवासः इति सत्यं समस्तपदं हा वदतु तद् अपि समासद्वयम् अस्ति इति अहं मन्ये नदीतीर अपि च नदीतीरनिवासः इति प्रथमं नदीतीर वयं दृष्टवन्तः नद्यां तीरः इति नद्याम् इति किमर्थं वदति पुनः नद्याः तीरः षष्टीतत्पुरुषमासे नद्याः तीरः अनन्तरं नदीतीरनिवासः नदीतीरः निवासः पुनः वदतु नदीतीरः निवासः प्रथमं सम्यक् उक्तवान् षष्टीतत्पुरुषसमासः अस्ति नद्याः तीरः नदीतीरः इदानीं नदीतीरः निवासः इति अहं मन्ये प्रथम विभक्ति तत्पुरुषसमासस्य प्रथम इत्युक्ते सामान्यतत्पुरुषसमासः इति वदति वा प्रथमतत्पुरुषसमासे तत्र नियमः कः स्मरामि न सरला भगिनी वदतु नियमः कः नियमः अस्ति प्रथमतत्पुरुषसमासे अव्ययवाचकशब्दः भवति पूर्वपदं वा देशवाचकशब्दः पूर्वपदं भवति उत्तरपदं षष्ट्यां विभक्त्यां भवति यथा मध्याह्न मध्य अवन्यस्य इति भवति मध्याह्न वा पूर्वदिशः इति अस्ति पूर्व पूर्वदिश इति. अत्र उत्तरपदम् अव्यय अवयवीवाचकशब्दः अथवा कालवाचकशब्दः अस्ति उत्तरपदं. पूर्वपदं पूर्व अपर अर्ध एतादृशानि पदानि अत्र तु तादृशं नास्ति खलु. यत्र यदि वयं नदीतीरे निवासः नदीतीरे निवासः सप्तमी तत्पुरुषसमासः खलु. नदीतीरे यदि वयं वदामः गृहे वासः, वयं गृहे वासं कुर्मः इति वदामः चेत् गृहे इति अधिकरणमस्ति खलु. अत्रापि तीरम् इति तीरः इति अधिकरणमस्ति. तीरे निवासः, रिसैडिङ्ग् आन् द बेङ्क्स् आफ् द रिवर्. भगिनी पुनः निवासः अपि समासः अस्ति. निवासः ने उपसर्ग योज वसति निवसति इति. सत्यं, तत्रापि समासः अस्ति. नि उपसर्गपूर्वकः वासः, वस् धातुतः वासः, तत्रापि समासः अस्ति. सो तद् भवति उपपदसमासः निवसति इति. निवासः तत्र उपपदसमासः अस्ति वा नो चेत् प्रादि अस्ति वा इति द्रष्टव्यं भगिनि. यतोहि नी इति उपसर्गः अस्ति खलु. नी इति उपसर्गः अस्ति, परन्तु वस् इति धातुः अस्ति इति वदति. वस् इति धातुः अस्ति इति चिन्तयामः चेत् तत्र वासः इति रूपम् अत्र द्रष्टव्यं. निवासः इति नी इति उपसर्गः अस्ति इति कृत्वा प्रादिसमासः इति चिन्तयामि. प्रायः तत्र वस् धातुतः किमपि विशिष्टकार्यं किमपि अस्ति इति भाति. सो इदानीमिति भवति षष्ठी गर्भ सप्तमी गर्भ प्रादिसमासः इति भवति. सप्तमी गर्भ, हा सप्तमी गर्भ षष्ठी न षष्ठी गर्भ प्रादिगर्भ सप्तमी तत्पुरुषसमासः. षष्ठी गर्भ प्रादिगर्भ सप्तमी. यत्र त्रीणि पदानि सन्ति तत्र समासद्वयं भवति. अत्र त्रीणि पदानि सन्ति नदीतीरनिवासः, अतः समासद्वयं भवति. परन्तु अत्र नी इति अपि पृथक् पदम् अस्ति, तर्हि अस्तु वस्तुतः अत्र चत्वारि पदानि सन्ति. अस्तु, अतः त्रीणि त्रयः समासाः. अन्यत् किमपि अस्ति वा महोदय अत्र? कन्दमूलफलानि इति अपि पदम्. अहं मन्ये सम्भावनापूर्वपदकर्मधारयसमासः भवति. अत्र फलानि इति जाति पदमस्ति. अनन्तरं कन्दमूल इति पूर्वपदे एकं संज्ञापदम् अस्ति, अतः कन्दमूल. कन्दमूलं फलानि इत्यस्मिन् अन्तर्भूतः अस्ति वा? न, नास्ति. रामकृष्णः एतावत् सत्यं. द्वन्द्वसमासः विग्रहवाक्यं किम्? कन्दश्च मूलश्च. कन्दमूलफल इति कन्दं च मूलं च फलं मूलश्च फलं च इति. कन्दमूलम् इति एकं पदम् इति स्वीकुर्मः. कन्दमूलम् इति एकं पदं कन्दमूलस्य फलस्य फलानि च. पुनः वदतु. कन्दं च फलानि च. फलम् एकं नास्ति, बहवः सन्ति. न इदानीम् अत्र प्रथमतया कीदृशसमासः? द्वन्द्वसमासः. हा, द्वन्द्वसमासः इति उक्तवती. द्वन्द्वसमासे तत्र द्वयोः पदयोः प्राधान्यम् अस्ति खलु. तर्हि अत्र रामस्य कृष्णश्च इति विग्रहवाक्यम् अस्ति चेत् तत्र समस्तपदं भवति रामकृष्णः. न, पुनः रामकृष्णौ रामकृष्णौ हा रामकृष्णौ इति समस्तपदमस्ति, तर्हि तत्र विग्रहवाक्यमस्ति रामश्च कृष्णश्च द्वयोः समानविभक्तिः. कन्दमूलानि च फलानि च, कन्दमूलानि च तानि च फलानि, अथवा कन्दमूलानि कन्दमूलानि फलानि. अवगतं वा? आमां भगिनि. द्वयोः समान समानविभक्तिः भवति, कन्दमूलस्य विभक्ति लुप्ता अस्ति अत्र. आमाम्. इतोपि कन्द समासः किं भगिनि? द्वन्द्वसमासः, द्वन्द्वसमासः एतावता न पठितवन्तः. द्वन्द्वसमासः अस्ति. अस्तु, अपि च अन्यत् किमपि अस्ति वा भगिनि? कन्दमूल पदद्वयम् अस्ति वा अत्र? एकमेव अस्ति. कन्दमूलम् इति एकं पदं स्वीकुर्मः महोदय. कन्दमूलम् इति अत्र शाकः अस्ति. आमाम् आम्, तद् जानामि. अहं चिन्तितवान् मूलम् एकमस्ति, कन्द एकमस्ति. हा, कन्दमूलम् इति पदम् एकं पदं स्वीकृत्य वयं पश्यामः चेत् कन्दमूलानि च फलानि इति. अन्यत्र नो चेत् पदद्वयं स्वीकरोति चेत् तत्र कन्दस्य मूलम् इति कृत्वा कन्दमूलं, कन्दमूलानि च तानि फलानि च. अन्यत् किमपि अस्ति वा? हा, असुरक्षितः इति अस्ति, तत्र किं भवति? असुरक्षितः. सम्यक् सम्यक्. अत्र अत्र मेहुल् महोदय वदतु, अन्यत् किमपि अस्ति वा? आं भगिनि, अत्र शरीररक्षणम् इति अपि अस्ति. सम्यक्. शरीरस्य रक्षणम् इति षष्टि तत्पुरुषसमासः. शरीरस्य रक्षणं, सम्यक्. अन्यत्? आविष्कारः. आविष्कारः अस्ति. अत्र विग्रहवाक्यं न जानामि किं भवति. अत्रापि आ उपसर्गपूर्वकः, अत्र प्रथमतया विष्कारः इति पश्यति चेत् विष्कारः इति विस् धातुतः, विस् धातुः, अनन्तरं कृ इति प्रत्ययः, गञ् योजयामः, गञ् प्रत्ययः योजयित्वा आ उपसर्गपूर्वकः विस् धातुः, तदनन्तरं कृ धातुः, घञ् प्रत्ययः, तर्हि विष्कारः इति आविष्कारः इति पदम्. गै गकारः यकारः वा प्रत्ययस्य प्रत्यय नाम? हा, गकारः ञकारः. गकारः ञकारः शोधकार्यं, शोधकार्यं, डिस्कवरि इति अर्थः. भगिनि, ङकारः छ ज ज ञ किल? ओके. निबिडानि इत्युक्ते घन इति अर्थं वा? घन घन घोरः घन, सत्यं. घन अरण्यानि. महोदय अर्थः वदतु, अत्र अर्थं किम्, अर्थं वदतु. पुरातनसमये एकम् अरण्यम् आसीत्, तत्र नदीतीरेषु आसीत् अरण्यम्, अपि निर्जनम्, अपि घनघोर अरण्यम् आसीत्. तत्र हिंसकपशवः अपि तत्र भवन्ति. तत्र नदी तस्य नदीतीरनिवासे किमपि सुरक्षा नास्ति, किमर्थं चेत् तत्र हिंसकः पशवः सन्ति, अतः तत्तु नदीतीरनिवासः सुरक्षितः नास्ति. एतत् समये मानवाः गुहायां निवासं करोति स्म, अत्र कोऽपि गृहं निर्माणं न भवति, केवलं गुहायां निवासं करोति स्म. ते सर्वे तत्समये उदरपूरणार्थम् इत्युक्ते भोजनार्थं केवलं कन्दफूलमलान् फलानि, कन्दमूल अपि च कन्दमूलानि अपि च फलानि एव भक्षयन् करोति स्म. अपि च वस्त्राणि अपि न सन्ति. शरीरस्य रक्षणार्थं केवलं वल्कलानि धारयन्ति स्म. वल्कलानि इत्युक्ते? वल्कलानि इत्युक्ते वृक्षस्य पत्राणि उपयुज्य वस्त्रं कुर्मः, वस्त्रं वल्कल किमपि वृक्षस्य पर्णानि सन्ति. एतत् समये अग्नेः अपि न जातः, तस्य आविष्कारः इनोवेशन् इत्युक्ते इनोवेशन् अपि न अभवत् इति समयस्य विवरणम् अत्र अस्ति. सत्यं, समीचीनं महोदय, सम्यक् अस्ति. अग्नेः आविष्कारः तदा जातः इति समये एव. भगिनि एकः प्रश्नः, सुरक्षितः अपि समस्तपदमस्ति न? रक्षितः इति कृदन्तपदं भवति, सु इति लता शोभनाथं वयं दृष्टवत्यः, सम्यक् रक्षितः इति सुरक्षितः. हा, सम्यक् रक्षितः, सुरक्षितः इति रक्षिति धातुतः अत्र तान्तरूपमस्ति. प्रादिसमासः भवति सुरक्षितः. सुरक्षितः इति प्रादिसमासः. रक्षित इति पदं सुबन्तपदम्. शोभनः रक्षितः सुरक्षितः. सुष्टः रक्षितः किं? शोभनः रक्षितः इति प्रादिसमासः. अथवा सुष्ठतया रक्षितः इति अपि वक्तुं शक्नोति वा? सुष्ठतया वा? सुष्ठुतया. सुष्ठुतया इति वा? सु इति सु सम् इति चेत् सुष्ठुतया इति वदामः. सम् इति उपसर्गः अस्ति चेत् अत्र सु इति अस्ति खलु. सु इत्यस्य अर्थः सुष्ठु इत्यपि अस्ति वा? अत्र शोभनः इत्येव. शोभनः अस्ति, सुष्ठु इति अस्ति इति अहं चिन्तयामि भगिनि. अस्तु अस्तु, तर्हि भवतु. अस्तु, अत्र अत्र अन्यत् किमपि अत्र धरन् इति शब्दः कीदृशशब्दः? शत्रुन्द शत्रुप्रत्ययः. शत्रुप्रत्ययः अस्ति. हा, शत्रुन्तपद पदमस्ति. शत्रुन्तपदम् भक्षयन् इत्यपि शत्रुन्तं. भक्षयन् इति कन्दमूलानि भक्षयन् उदरपूरणं करोति स्म इति अस्ति. अत्र भक्षयन् इति कस्य विशेषणमस्ति? भक्षयन् कन्दमूलफलानि. कन्दमूलफलानि तस्य न उदरपूर्णस्य विशेषणम्. अत्र अञ्जलि भगिनी किं चिन्तयति? मानवः भगिनि, मानवः. बहु सम्यक्, सम्यक् पुष्पा भगिनी. मानवस्य, मानवः इत्यस्य विशेषणमस्ति भक्षयन्. मानवः भक्षयन् कन्दपूला कन्दमूलफलानि भक्षयन् उदरपूरणं करोति स्म. अत्र कन्दमूलफलानि इत्यस्य विशेषणं न भवति, किमर्थम्? बहुवचने नास्ति. नास्ति, हा. अस्तु, सम्यक्. तदनन्तरम् अत्र अन्यत् पदं किमासीत्? धरन्. धरन् इति कस्य विशेषणम्? धरन् अपि मानवस्य विशेषणम् एव. सत्यं, मानवस्य एव विशेषणं. सत्यं, समीचीनम्. अस्तु, अग्रे अञ्जलि भगिनी पठति वा? आम्. एतस्मिन् काले कस्याञ्चित् गुहायां कश्चन अस्वस्थचित्तः मानवः इतस्ततः चलन् आसीत्. सः चिन्तयन् आसीत्, का नाम शक्तिः एतस्य जगतः सञ्चालनं करोति? का नाम शक्तिः न श्रूयते भगिनि श्रूयते वा नास्ति भगिनि हा अञ्जलि भगिनि न श्रूयते आम् सः चिन्तयन् आसीत् का नाम शक्तिः एतस्य जगतः सञ्चालनं करोति का नाम शक्तिः प्रकाशं जनयति ध्वनिं निर्मिति गन्धानं सृजति प्रसारयति च इति तस्य काले मानवः चिन्तित कः नाम शक्तिः कः शक्तिः प्रकाशं न श्रूयते भगिनि अञ्जलि क्षम्यतां भगिनी हा क्षम्यतां न श्रूयते श्रूयते वा हा इदानीं श्रूयते वदतु पुनः ओके मानवः गुहायां निवासं करोति स्म मानवः चिन्तयति शक्तिस्य नाम किं कः नाम शक्तिः एतः जगतः सञ्चालनं करोति कः शक्तिः प्रकाशं अहं न सम्यक् सम्यक् एव उक्तवती सम्यक् उक्तवती वदतु कः शक्ति ध्वनिं निर्माणं करोति कः शक्तिः गन्धानां सृजति एतः प्रसारय करोति सम्यक् समीचीनं भगिनि सम्यक् भवती अवगतवती अत्र समस्तपदानि सन्ति वा अस्वस्थचित्तः बहु सम्यक् किम् अस्ति तत्र कति पदानि सन्ति न जानामि न भवती जानाति एव कति पदानि सन्ति तत्र पश्यतु अस्वस्थचित्तः कति पदानि तर्हि द्वे पदानि अस्वस्थ इति चित्तः वस्तुतः अत्र अ इति अपि अस्ति खलु अस्वस्थ अतः तत्र अ इत्युक्ते न स्वस्थ इति अर्थः खलु न स्वस्थ चित्तः हा तर्हि त्रीणि पदानि सन्ति न स्वस्थः चित्तः न स्वस्थः इति तत्र कीदृशसमासः नयि समासः तर्हि न स्वस्थः अस्वस्थः इति एकं समस्तपदम् अस्ति तर्हि इदानीम् अत्र द्वितीयसमासः अस्वस्थं योगः चित्तः इदानीं कीदृशसमासः भवति न जानामि अस्तु चिन्ता नास्ति अत्र भगिनि द्वितीय अत्र किं पुष्पा भगिनी वदतु अस्वस्थ्यं चित्तः तत् अस्वस्थं चित्तः तत् द्वितीयसत्पुरुष अत्र चित्त इति पदस्य लिङ्गं किम् चित्तः पुल्लिङ्गः लिङ्ग सरला भगिनी वदतु चित्त इति पदस्य लिङ्गम् अत्र इति सकारान्तपदमस्ति चित्तस् अहं चिन्तयामि लिङ्गपदं चित्तं चित्तस् पुल्लिङ्ग अस्ति अत्र राजेन्द्रमहोदय वदतु भगिनी न जानामि स्वस्थः चित्तः तत् कर्मधारेसमासः दृश्यते परन्तु कर्मधारे विशेषणपूर्वपदकर्मधारे अस्ति इति नपुंसकलिङ्गपदं भगिनी सत्यं सत्यं नपुंसकलिङ्गपदं परन्तु अत्र पुल्लिङ्गे दत्तमस्ति तेन किम् अवगम्यते मानवस्य अस्वस्थचित्त यस्य सः इति भवति बहुव्रीहि समासः किमर्थं वदतु कारणकी चित्तमिति नपुंसकलिङ्गे अस्ति तस्य समस्तपदे लिङ्गं परिवर्तनं भवति तत् भवति प्रायशः बहुव्रीहिसमासः सत्यमत्र पश्यति चेत् बहुव्रीहिसमासः सर्वदा विशेषणं भवति सर्वदा विशेषणं कस्यचित् पदस्य विशेषणम् इदानीम् अत्र कीदृशसमासः इति पश्यामः चेत् अस्वस्थचित्तः इति वदामः चेत् अत्र कस्य उल्लेखः अस्ति मानवस्य उल्लेखः अस्वस्थचित्तः मानवः इति इदानीम् अत्र अन्यपदस्य प्राधान्यम् अस्ति अत्र द्वितीय तत्पुरुषसमासः अत्र हा अत्र तत्पुरुषसमासः हा तत्पुरुषसमासः कस्यचित् ध्वनिः आगच्छति हा हा सर्वे अत्र म्यूट् मध्ये भवन्तु अत्र अस्वस्थचित्तः इति पदं विशेषणमस्ति मानवः इति पदस्य यतोहि पश्यति चेत् अस्वस्थचित्तः मानवः गच्छति इति वाक्यं स्वीकरोति चेत् अत्र कः गच्छति मानवः गच्छति तर्हि मानवस्य प्राधान्यम् अस्ति न तु अस्वस्थचित्तः इति अस्वस्थचित्तः मानवः इत्युक्ते अस्वस्थचित्तः मानवः कीदृशमानवः इति चेत् अस्वस्थचित्तः मानवः तर्हि विशेषणविशेषभावः अस्ति चित्तः इति पदम् अत्र चित्तम् इति नपुंसकलिङ्गे अस्ति तस्य लिङ्गस्य परिवर्तनं कृत्वा अत्र स्थापितमस्ति तेन वयम् अवगन्तुं शक्नुमः अत्र विशेषणमस्ति कस्यचित् पदस्य विशेषणमस्ति विशेषणमस्ति चेत् अत्र बहुव्रीहिसमासः अस्ति इति ज्ञातुं शक्नुमः तर्हि अत्र सरलाभगिनी पुनः वदतु विग्रहवाक्यं विग्रहवाक्यं भवति न स्वस्थः चित्तः यस्य सः अस्वस्थचित्तः तत्र तत्र त्रीणि पदानि सन्ति खलु क्रमेण वदतु समस्तपदं कीदृशसमासः इति अस्वस्थतयो मध्ये भवति नञ् तत्पुरुषसमासः स्वस्थचित्त तस्य तयो मध्ये भवति विशेषणपूर्वपद कर्मधारयसमासः अस्वस्थचित्तः मानव तत्र इति अस्वस्थचित्त यस्य सः इति भवति बहुव्रीहिसमासः मानवस्य विशेषणम् आगच्छति तत्र किन्तु भगिनी अहं चिन्तयामि स्वस्थ अपि समासः अस्ति स्वस्थितः स्व इति स्वस्य स्वस्य स्थितः वा स्वं स्थितः इति स्वं यथात्र स्वं देहस्य स्थितिः स्वस्य देहस्य स्थितिः स्वस्थः किल अस्वस्थः इत्युक्ते तस्य देहस्य देहस्थितिः स्वस्थं नास्ति इति अर्थम् स्वस्थः न तस्य शरीरे तस्य शरीरं स्वस्थः नास्ति इति अर्थे अर्थं बोधयति तत्र अस्वस्थः इत्युक्ते किल स्वशब्दस्य सप्तम्यन्तं रूपं किं स्वस्मिन् स्वस्मिन् तिष्ठति स्वस्मिन् तिष्ठति स्वस्थः सो इति उपपदसमासः भवति. स्वस्मिन् तिष्ठति. अस्तु समासः. अस्तु तर्हि तत्र वदामः पूरणसमासः गर्भगर्भ कृत्वा. हा गर्भगर्भ कृत्वा इति वक्तुं शक्यते. इदानीम् अत्र स्थूलरीत्या पश्यामः चेत् अत्र बहुव्रीहिसमासस्य गर्भे नञ् तत्पुरुषसमासः इति प्रधानतया. तस्मिन्नेव गर्भे अत्र उपपदसमासः अपि अस्ति. तर्हि अस्वस्थं चित्तं यस्य सः आगच्छति किल. एकक्षणं भगिनि. अत्र स्वस्थम् अपि तच्चित् अपि च चित्तं यद्यपि सामान्यतया तत्र विशेषणपूर्वपदम् इति वदामः परन्तु अत्र तथा न वदामः. अत्र यतोहि अत्र अस्वस्थं चित्तम् इदानीं मानवस्य विषये अस्ति. अत्र अस्वस्थं चित्तम् इति सम्पूर्णतया विशेषणं भवति मानवः इत्यस्य. अतः अस्वस्थं चित्तं यस्य सः तावदेव. इत्युक्ते बहुव्रीहिः किल. सत्यं बहुव्रीहिः. भवत्याः प्रश्नः किं? मम स्वस्मिन् इति सप्तमी विभक्ति आगच्छति किल तत्र. अतः अहं चिन्तयामि सप्तमी तत्पुरुषसमासः अपि भवितुम् अर्हति वा न वा इति. भवती एव वदतु. सप्तमी तत्पुरुषसमासः भवितुम् अर्हति वा इति वदतु. स्वस्मिन् स्थितः न स्वस्मिन् तिष्ठति इति उक्तं खलु विग्रहवाक्यं. स्वस्मिन् तिष्ठति. स्वः न भगिनी न भवितुम् अर्हति. किमर्थम् उपपदसमासः किमर्थं न भवितुम् अर्हति? किमर्थम् इत्युक्ते तत्र वाक्यस्तरे न तिष्ठति. तत् किमर्थम् इति अहं न जानामि. परन्तु अहं ये एवं जानामि न यतोहि अत्र पश्यति चेत् स्त इति पदं नास्ति खलु. सप्तमी तत्पुरुषसमासे तु उभयत्र समस्त सुबन्तपदमेव. पूर्वपदमपि सुबन्तं पदम् उत्तरपदमपि सुबन्तं पदं. परन्तु अत्र स्त इति अत्र धातुतः धातोः विकृतरूपम् अस्ति खलु स्त इति. अतः उपपदसमासः एव. अस्तु अत्र अन्यत् किमपि अस्ति वा अत्र वाक्यद्वये? सञ्चालनं करोति. सञ्चालनं इति सम्यक् चालनं करोति. जगतः सञ्चालनं सम्यक् चालनं करोति इति सञ्चालनम् इति प्रातिसमासः भवति किल. किल सञ्चालनं सम् उपसर्गपूर्वकः चालनं. चालनम् इति कीदृशपदमस्ति? चालनं निच् अस्ति वा? निच् तु अस्ति. धातुः कः? धातुः चल् धातुः. चल् धातुः. अत्र अत्र राजेन्द्रमहोदय वदतु चालनम् इति अत्र किमस्ति कीदृशपदम्? किं किं योजनेन चलनं न भवति. तदनन्तरं चालनं तद्धितः भवति. न न प्रत्ययः कः अत्र? प्रथमतया प्रत्ययः कः? धातुः कः? प्रत्ययः कः? चल् धातु अन् प्रत्यय चलनं प्रथमं भवति. अन्य कोऽपि दन्तप्रत्यय अस्ति परन्तु इतोपि वक्तव्यं तत्र. सूत्रेण अन् प्रत्ययः आगच्छति वा? सत्यं योर् अनाकौ इत्यनेन अन इति आगच्छति. लुट् इति प्रत्ययः, सम्यक्. ल्युट् प्रत्ययः. धातुः धातुः चल् धातुः. चल् धातुः योगः. ल्युट् प्रत्ययः योजयामः चेत् तत्र रूपं किं भवति? ल्युट् नो चल् चलनम् इति आगच्छति. चलनम् इति आगच्छति, परन्तु अत्र चलनं नास्ति, चालनम् अस्ति. चालनं तदनन्तरं निच् आगत्य चालनम् इति भवति. तदनन्तरं नास्ति, तदनन्तरं नास्ति. पूर्वमेव चालयति, चालयति तस्य चालनं भवति भगिनि. यदि चालयति निच् प्रत्ययो योजनेन तदनन्तरं यदि ल्युट् सत्यं तथैव चल् धातुतः निच् प्रत्ययं योजयामः चेत् चाली इति नूतनं चाली योगः ल्युट् ल्युट् इति चेत् तत्र चालनम् चालनम् इति आगच्छति. क्षम्यतां भवतः व्याकरणं. न न न निच् वयं तु पठितवन्तः खलु. वयं पठितवन्तः परन्तु ल्युट् अपि वयं कृतवन्तः. अस्माकं व्याकरणवर्गे सर्वे जनाः व्याकरणवर्गे एव सन्ति एते सर्वे जनाः. अतः अस्तु अस्तु, अतः कृपया गृहपाठरूपेण पुनः कथां पठन्तु. सम् इति उपसर्गः अस्ति, अतः अत्र अत्र वयम् अत्र वयं किं कुर्मः इति चेत् अत्र सर्वत्र यत्र यत्र उपसर्गः अस्ति तत्र सामान्यतया समासः भवति, प्रादिसमासः भवति इति जानीमः, परन्तु तत्र अपवादाः सन्ति वा न वा इत्यपि अग्रे गत्वा परिशीलनीयं. अतः इदानीं भवति इति चिन्तयित्वा अग्रे सरेम, परन्तु अत्र इतोपि ज्ञानं यदा भवति तत्र इतोपि अवगच्छामः. अस्तु अस्तु धन्यवादः. सञ्चालनं नपुंसकलिङ्गे भवति, नपुंसकलिङ्गे प्रथमविभक्तौ. नपुंसकलिङ्गे सत्यम्. अस्तु तर्हि धन्यवादः. नमस्कारः. धन्यवादाः. नमस्कारः. धन्यवादः. नमस्सर्वेभ्यः. अस्मिन् न्यायवर्गे भवतां सर्वेषां स्वागतम्. अस्माकं प्रवर्तमानः विषयः अत्र अनुमाननिरूपणं नाम अनुमितिप्रकरणम्, अनुमितिखण्डः, अनुमानखण्डः. तत्रस्थानां विषयाणामेव परिशीलनं जायमानमस्ति. तत्र पदस्वभावमादाय पदार्थनिरूपणम् इति तत्र प्रकरणं, तत्रस्थान् विषयानादाय अत्र उपस्थापनद्वयं वर्तते. प्रथमं तावत् उपस्थापनमस्ति निरञ्जनमहोदयस्य उपस्थापनं. तत्र 81 पुटे अन्तिमपरिच्छेदात् आरभ्य तत्र एकयुक्त्या 181 एकयुक्त्या पुष्पवन्तौ दिवाकरनिशाकर इत्यारभ्य 182 द्व्यशीति अधिकशततमे पुटे उपान्तपरिच्छेदपर्यन्तं, सेकेण्ड् लास्ट् उपान्तपरिच्छेदपर्यन्तम् इति उपस्थापनं वर्तते. महोदय कृपया. सर्वेभ्यो नमः. पदस्वभावम् आदाय व्याप्तिपदार्थनिरूपणम् इति अस्माकं प्रवर्तमानः विषयः. अनुमानज्ञान अवसरे पर्वतः वन्यमान् इति अनुमानज्ञाने धूमः वह्निः तयोः मध्ये सम्बन्धः व्याप्तिः. व्याप्तिः इति पदं पञ्चपदार्थान् कथं बोधयति इति अवगन्तुं पदस्वभावस्य विषयः अस्माभिः प्रविष्टः. घट इति पदं स्वीकुर्मः. घटपदेन घटः, घटत्वं, तयोः सम्बन्धः नाम समवायसम्बन्धः इति पदार्थत्रयाणां ज्ञानं भवति. नाम घटपदे बोधकता अस्ति, घटनिष्ठबोधकता, निरूपितबोध्यता घटे घटत्वे समवाये च वर्तते. अत्र विशेष्यं प्रकारश्च एकः. स्वर्गपदेन

तत्कारणात् अत्र धूमः धूमस्य वृत्तित्वं न न अस्ति. सत्यं सत्यं समीचीनं महोदय. तर्हि कथं कर्तव्यं तत्र लक्षणसमन्वय इत्युक्ते साध्याभाववत् इत्युक्ते साध्यं बह्निः एवं लक्षणसमन्वयस्य कथन रीतिः वर्तते. साध्याभाववत् वृत्तित्वम् इति स्वीकुर्मः. इदानीं साध्यं बह्निः साध्याभाववत् इति उक्तं खलु, तर्हि साध्यं बह्निः साध्याभावः वह्नि अभावः एवम् एवम् एवं लक्षणसमन्वयः करणीयः. साध्यं बह्निः साध्याभावः बह्नि अभावः साध्याभाववत् इत्युक्ते साध्याभावाधिकरणं. साध्याभाववत् इत्युक्ते किं? साध्याभावाधिकरणं बह्नि अभाव अधिकरणं. किं तत् बह्न्यभाव अधिकरणम् इत्युक्ते जलरदः. साध्याभावाधिकरणं बह्न्यभाव अधिकरणं जलहृदः. जलहृदः तद् वृत्तित्वं कुत्र अस्ति? जलहृदवृत्तित्वं कुत्र अस्ति? जलहृदे किं किं भवति? आम्, जलहृदे किं किं भवति? जलं भवति, मीनाः भवन्ति. मीनाः मीनाः नाम किं भवति? फिश् खलु. मीनाः भवन्ति, शैवाल मीनशैवालादि इति तत्र परम्परायाम् उच्यते. तर्हि वृत्तित्वं मीनशैवालादौ अवृत्तित्वं धूमे इति लक्षणसमन्वयः, एवं लक्षणसमन्वयः भवति. नाम प्रथमं वृत्तित्वम् अतः कुत्र अस्ति इति प्रदर्शनीयम्, अवृत्तित्वं तदनन्तरं धूमे अस्ति इति वक्तव्यं. तथा लक्षणसमन्वयः क्रियते. नाम साध्याभाववत् इत्युक्ते साध्याभावाधिकरणं साध्यम् अत्र पर्वतवह्निना धूमात् इत्यत्र साध्यं वह्निः, साध्याभाववन्यभावः. साध्याभाववत् इत्युक्ते वन्यभाव अधिक साध्याभावाधिकरणं नाम वन्यभाव अधिकरणं. वन्यभाव अधिकरणम् एकं स्वीकुर्मः, एकं यत्किमपि स्वीकर्तुं शक्यते, यत्किमपि यत्किमपि स्वीकर्तुं शक्यते. इदानीम् एकं स्वीकुर्मः जलहृदः. साध्याभाव अधिकरणं जलहृदः, तन्निरूपितवृत्तित्वं मीनशैवालादौ, अवृत्तित्वमेव धूमे इति लक्षणसमन्वयः, एवं लक्षणसमन्वयः करणीयः. अस्तु, इदानीं सव्यसाचि महोदय करोति वा एकवारं पुनः? आं महोदय. तर्हि साध्यम् इत्युक्ते बह्निः, तर्हि साध्य अभावः इत्युक्ते बह्न्यभावः. बह्न्यभावः तत्र बह्न्यभाव अधिकरणम् अधिकरणं साध्याभावः अधिकरणम् इत्युक्ते तत्र ह्रदादि इत्युक्ते जले इति भवति साध्याभाव अधिकरणं. तर्हि साध्याभावः एकनिमिषं महोदय. इदानीं तत्र रद इत्युक्ते खातः, खातः एव, जलं न स्वीकरणं. रद इत्युक्ते खातः. अस्तु एवं. इदानीं पुनः तत्र साध्याभाव अधिकरणं तत्र ह्रदः. तर्हि तत्र वृत्तित्वं तत्र किम् अस्ति इत्युक्ते तत्र ह्रदे किम् अस्ति इत्युक्ते जलमस्ति. एवं तत्र तत्र बह्न्यभावः अस्ति. तत्र जले किम् अस्ति चेत् तत्र मीनादि सन्ति, मीनः अन्य किमपि तत्र जले इति सन्ति. तत्र वृत्तित्वं तथा अस्ति. अवृत्तित्वं कुत्र अस्ति इत्युक्ते धूमः तत्र आवृत्ति धूमे अस्ति. किमपि इत्युक्ते तत्र साध्य अभावः नास्ति इति कृत्वा इति वृत्तित्वं न वृत्तित्वं नाम तत्र जलहृदनिरूपितवृत्तित्वं धूमे नास्ति इति अर्थः. नाम धूमः नास्ति इति अर्थः. तर्हि इदानीं साध्याभावाधिकरणं जलहृदः, तन्निरुक्तवृत्तित्वं मीनशैवालादौ, अवृत्तित्वं धूमे इति लक्षणमस्ति. एवम् एवं वक्तव्यम्. आवृत्तित्वं धूमे. अस्तु अस्तु समीचीनम् अस्तु.

तस्मात् पर्वतः धूमवान् इति अन्तिमज्ञानम् अनुमानं इति अनुमितिः जायते यत् अग्रिमक्षणे वक्ष्णिज्ञानम् अनुमितिरूपा उत्पद्यते अनुमितिप्रमाणेन अनुमानप्रमाणेन अनुमितिः जायते इति. तर्हि अत्र सत्यं सत्यम् इति अत्र पश्यामः अनुमानप्रमाणम् इति अपि पश्यामः. इदानीं तदेव तत्र निरञ्जनमहोदय पुनः एकवारं पठति वा द्वितीयं परिच्छेदं पठतु यतोहि पूर्वं तत्र सरलमेव. सरलमस्ति मम कृते प्रायशः नास्ति. निरञ्जनमहोदय तत्र द्वितीयपरिच्छेद तच्च व्याप्तिरूप अथवा एवं पदानाम् इति तच्च व्याप्तिरूपसम्बन्ध. हा हा अस्तु अस्तु. तच्च व्याप्तिरूपसम्बन्धस्य ज्ञानं धूमे न केवलं व्याप्ति अवगाहते किन्तु धूमः भिन्निव्याप्य इति पर्वतः धूमवान् इति ज्ञानाभ्यां जायमानत्वात् पर्वते धूमं धूमे व्याप्तिं च अवगाहते तच्च धूमज्ञानं परामर्शः इत्युच्यते यद् अग्रिमक्षणे भन्निप्रमा अनुमितिरूपा उत्पद्यते. तच्च व्याप्तिरूपसम्बन्धः तद् तस्य ज्ञानं व्याप्तिरूपसम्बन्धः व्याप्तिः इति ज्ञानं केवलं धूमे व्याप्तिः अस्ति इति धूमनिष्ठा व्याप्तिः अस्ति इति केवलं तं न तस्य बोधनं केवलं तस्य बोधनं न भवति किन्तु धूमः भन्निव्याप्य इति तत्र तद् व्याप्तिपदेन तस्य बोधनं भवति तत्र पर्वतः हा पर्वतः धूमवान् हा इति तत्र हा धूमः भन्निव्याप्य इति अपि पर्वतः धूमवान् इति हा एकनिमिषं महोदय. तत्र व्याप्तिरूपसम्बन्धस्य ज्ञानं धूमे न केवलं व्याप्तिम् अवगाहते किन्तु धूमः भन्निव्याप्य इति अपि पर्वतः धूमवान् इति ज्ञानाभ्यां हा इति हा अस्तु हा धूमे धूमे व्याप्तिः अस्ति तस्य ज्ञानेन केवलं न व्याप्तिम् अवगाहते किन्तु धूमः भन्निव्याप्य इति वयं जानीमः अपि पर्वतः धूमवान् इति यद् ज्ञानम् अस्ति ताभ्यां ज्ञानद्वयमस्ति तस्मात् किं भवति पर्वते धूमः अस्ति अपि धूमः भन्निव्याप्य इति अवगच्छामः. अतः तत्र पर्वतः धूमवान् किन्तु कीदृशधूमः इत्युक्ते भन्निव्याप्य धूमः इति अतः वयं तत्र एतद् ज्ञानद्वयेन एतत् ज्ञानद्वयं तत्र तच्च धूमज्ञानं हा एतत् धूमज्ञानं परामर्शः इत्युच्यते परामर्शेण पर्वतः धूमवान् इति ततः पर्वतः भन्निमान् इति ज्ञानम् उत्पद्यते तद् अग्रिमक्षणे भवति तद् वह्निप्रमा ज्ञानं भवति किन्तु तत् प्रत्यक्षेण न भवति किन्तु अनुमितिरूपेण भवति इति तद् अग्रिमक्षणे भवति. अत्र किञ्चित् अत्र यथा वाक्यानि पठामः तत्र अत्र किञ्चित् क्लेशः यतोहि तत्र किम् उक्तम् इत्युक्ते तस्य व्याप्तिरूपसम्बन्धस्य ज्ञानम् इति उक्तम्. यदा व्याप्तिरूपसम्बन्धस्य ज्ञानम् इति उच्यते तत्र तत्र प्रारम्भिकम् अस्माकम् अवगमनं कर्तुं जायते इत्युक्ते व्याप्तिरूप केवलं व्याप्तिरूपसम्बन्धस्य ज्ञानम् अस्ति वा इति प्रश्नः. परन्तु तत्र

तत् ज्ञानं परामर्शाख्यं ज्ञानं विशिष्टवैशिष्ट्याभिज्ञानं, तर्हि अस्माभिः पूर्वमेव दृष्टं तादृशविशिष्टवैशिष्ट्याभिज्ञानं प्रति विशेषणता अवच्छेदकप्रकारकं ज्ञानम् अवश्यं कारणं भवति, अवश्यं कारणं भवति, अस्माभिः दृष्टं। तर्हि तादृशविशेषणता अवच्छेदकं प्रकारकं ज्ञानं किम् इत्युक्ते धूमः बह्निव्याप्ति इति ज्ञानम्। उत तद् विशेषणता विशेषणतावच्छेदकप्रकारकं ज्ञानम् इत्युक्ते तत्र धूमः एव धूमे विशेषणम् अस्ति खलु, यतोहि पर्वतः धूमवान् अस्ति, तर्हि धूमः विशिष्ट धूमविशिष्टपर्वतः, तर्हि धूमः विशेषणं, धूमे विशेषणता, यदा भगिनी उक्तवती धूमे धूमत्वम्, अपि च धूमे व्याप्तिः, तर्हि धूमवनिव्याप्ति इत्यस्मिन् इति ज्ञानं विशेषणता अवच्छेदकप्रकारकं ज्ञानं, यतोहि विशेषणता या धूमे वर्तते सा विशेषणता व्याप्त्यवच्छिन्ना, विशेषणता अवच्छेदकप्रकारकं ज्ञानं। तर्हि बह्निः व्याप्य धूम इत्यस्मिन् ज्ञाने व्याप्तिः प्रकारतया भाति, धूमः बह्निः व्याप्य इति ज्ञाने व्याप्तिप्रकारतया भासति इति ज्ञानं व्याप्तिप्रकारकं ज्ञानं, सा व्याप्ति च विशेषणतायाः अवच्छेदकः, सा व्याप्तिः एव विशेषणतायाः अवच्छेदकः, अभिन्नद्वयोः अभेदः। तर्हि तत् ज्ञानं विशेषणता अवच्छेदकप्रकारकं ज्ञानं, नाम व्याप्ति व्याप्तिप्रकारकं ज्ञानं, धूमः बह्निः व्याप्य इत्युक्ते व्याप्तिप्रकारकं ज्ञानं, परन्तु सा व्याप्तिरेव विशेषणतायाः अवच्छेदकः, सा व्याप्तिरेव विशेषणतायाः अवच्छेदकः। अतः धूमः बह्निः व्याप्य इति ज्ञानं विशेषणता अवच्छेदकप्रकारकं ज्ञानं, तत् ज्ञानमेव परामर्शं प्रति कारणम् इति उच्यते। तस्य पुनः परिशीलनं कुर्मः, अग्रिमे सप्ताहे पुनः पठामः एतत्, अपि च एतस्य सम्यक् निरूपणमपि वर्तते अग्रे, तत् पश्यामः। अस्तु, इदानीं समयोऽपि जातः, अत्र स्थगयामः। नमस्कारः, धन्यवादः। धन्यवादः, धन्यवादः, नमस्कारः।